नमस्कारः चिन्तनवर्गे सर्वेषां मेलने सर्वेषां स्वागतं. यङन्तधातूनां लृट्लकाररूपसिद्धिः इति लृट्लकारः इति करपत्रे तत्र करपत्रात् अनुवर्तते. भगिनी आरम्भं करोति वा? अस्तु भगिनि, नमस्कारः. यङन्तधातूनां लृट्लकारस्य रूपसिद्धिः. द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिक अधिकम् इत्यस्मिन् अर्थे भवति. तथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातूनां संयोजनेन नूतनधातुः तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चित् वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुप् अपि भवितुम् अर्हति. यत् यङ् लुप् भवति तत्र यङ् युगन्त धातु इति उच्यते. यङन्तानां यङ् युगन्तानां च अर्थसमानः परन्तु रूपं भिद्यते. इदानीं लिट् लकारस्य रूपस्थितिः यङन्तधातुः कथं भवति तत् वयं पठामः. यङन्तस्य अपि दत्तमस्ति. तद् यङन्तु सनन्त धातुः अस्ति. सनन्तधातु इति द्वादशधातुः सन्ति. तत् तेषु एक अन्यतमः यङन्तधातुः अस्ति. यङन्त यत् प्रत्यय सूचयामः तत् यङन्तधातुः वदामः इति अतिदेशधातुः भवति. यङन्तधातु तस्य अर्थं यदि यङ् प्रत्ययधातुना योजितं भवति तत् अर्थं भवति वारं वारम् अधिकार्थस्मिन् अर्थे भवति. यङन्तधातुः एकमस्ति. यङ् लुक् अपि भवति. तत् यङ् लुगन्तधातुः वदामः. तयोः रूपं भिन्नम् अस्ति. एक यङ् यङन्तप्रत्ययसहित अन्यमस्ति यङन्त प्रत्ययरहितं. किन्तु तस्य द्वयोः अर्थं समानमेव अस्ति. अर्थं भिद्यते किन्तु रूपं भिद्यते. उदाहरणं यथा पठ्ययोगयङ् पापठ्य इति यङन्तधातु. पठ्ययोगयङ् पापठ्य यङ् लोक् पापठ् इति यङ् युगन्तधातु भवति. पापठ्य इति यदि वयं तिङ् प्रत्ययोजयामः यङ् यङन्त् इति यङ्गित् अस्ति आत्मनेपदि भवति पापठ्यते. यङ् लुक् अस्ति तत्र तिङ् तिङ् आत् परस्मैपदि भवति पापठ्योगति. इदानीं स्नाष्टुः इति सन्धि भवति तु पापट्टि इति रूपं भवति. पापठ्य इति अदन्तधातु. पापट् इति हलन्तधातु. रूपं भिद्यते किन्तु अर्थसमान. यङ् लटि पापठ्यते. यङ् लुगन्तस्य लटि पापट्टि उभयत्र वारं वारम् अथवा अधिकदं पठति इति अर्थः. इदानीं यथा उक्तवती तद् पापठ्यते वा पापठि. किन्तु यद् अङ्गम् अस्ति पापठ्य इति अदन्तम् अङ्गमस्ति. यङ् लुगन्तकृते अङ्गं पापठ् इति हलन्त अस्ति. सन्धि कार्यं तत्र करणीयम्. यङन्तधातूनां लिट् लकारस्य रूपसिद्ध्यर्थं बोध्यं यत् सर्वे यङन्तधातवः अदन्ताः सन्ति. अतः अतो लोप इत्यनेन धातु अन्ते य अकारः अस्ति तस्य लोपः भवति आर्धधातुक प्रत्यये परि. लिट् लकारस्य प्रत्यय आर्धधातुकसंज्ञक एव. अतः तस्मिन् परि अदन्त अङ्गस्य हस्व अकारः लोपः भवति. अपि च सर्वे यङन्तधातवः अनेकाच् अनेकाच् इति कारणतः स्यात् सर्वे अपि. इदानीं यङन्तधातु विशिष्टं किमस्ति. यङन्तधातु यदि यङ् योजयामः तत् धातुक धातु अनेकाच् भवति. अनेकाच् यदि धातु भवति तत् भवति सेत् इडागमस्य चिन्तनं भवति. यदि आर्धधातुकप्रत्यये परे अस्ति प्रत्ययः वयं अधीनस्य आर्धधातुकप्रत्यये अस्ति तत्र इडागम आगच्छति. इष्य इति इष्ट धातु इति भवति. इष्य प्रत्ययोजनेन प्रत्यय कारणं कि इकारस्य आदेशप्रत्ययोजनेन कारणं भवति. अपि यङन्तधातु यत् पापठ्य वयं दृष्ट अङ्गवन्तः अदन्त अङ्गमस्ति अदन्ताङ्गम् अतोलोपदस्य प्रसक्तिः भवति आदधातुकपदे परे तु अदन्ताङ्गस्य अकारलोपं भवति. अग्रेपि पठामि. सूर्यकुमारी भगिनी पठतु. ओ तूष्णीं स्थापयति खलु. अस्तु अस्तु भगिनि. भगिनी करपत्रं कुत्र अस्ति? लिट् लकारः इति भगिनि यत् त्रिपत्रे प्रेषितवती अस्ति खलु. ओ लिट् लकार. अनन्तरं पठामि भगिनि. सरल भगिनि. अनुवर्ततु अनुवर्तयतु भगिनि. यङन्तदात द्विधा येषु यङ् प्रत्ययात् पूर्वम् अचुवर्णः अस्ति, येषु च यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति. यङ् प्रत्ययात् पूर्वम् अचुवर्णः अस्ति चेत् अतो लोप इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति. तावदेव कार्यं. यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्नः उदेति यत् यस्य हल् इत्यनेन यः शब्दस्य लोपः अथवा यस्य हल इत्यनेन यकारस्य एव लोप तदा अतो लोप इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोप भवति. इदानीं यदि यङन्तधातुः अस्ति तस्य परे अस्माकं प्रकृत प्रकरणे लिट् लकारः अस्ति तस्य प्रत्ययः अस्ति इति द्रष्टव्यं. यदि धातुः अदन्त अस्ति अदन्तधातुः अस्ति तत्र अतोलोपस्य प्रसक्तिः भवति. अतोलोप यदि धातु हलन्त अस्ति यथा वयं जानीमः यङ् लुगन्त धातुः अस्ति पापट् यत्र हलन्त धातुः अस्ति तस्य यस्य हल नो य प्रत् य यति शब्दः अस्ति तस्य आदौ यत्र अदन् अचुवर्णः अस्ति तत् अतो लोप तत्र कार्यं प्रसक्ति प्राप्ति भवति. किन्तु यदि य शब्दस्य पूर्वं हल् वर्ण अस्ति तत्र यस्य हल तस्य कार्यं भवति. यस्य हल तस्य इति अग्रे महती चर्चा आगच्छति येन यस्य हल इत्यस्य कारणेन य पूर्णशब्दस्य लोप भवेत् वा केवलं यकारस्य एव लोप भवेत् तत् वयम् अग्रे पठामः. इदानीम् उदाहरणमस्ति यङ् प्रत्ययात् पूर्वम् अच् वर्णः अस्ति चेत् उदाहरणं नेनीययोग इष्यते. नेनी इति यङन्तधातुः अस्ति य प्रत्यय योजितमस्ति अङ्गमस्ति तो तस्य आदौ ईकार नेनी इति द्वित्वं कृत्वा नेनी इति अङ्गं लभ्यते. ई यत् अस्ति इति अजन्त अच् प्रत्याहारे आगच्छति ई. तो इदानीम् अतो लोप यकार उत्तरवती यत् अकार अस्ति तस्य लोप भवति. अतोलोप अतोलोप यदि अदन्ताङ्गस्य आर्धधातुकप्रत्यये परे लोप भवति तु नेनीययोग इष्यते नेनीयिष्यते इति रूपं भवति. एवमेव लोलूय अस्ति उकार अस्ति अजन्तमङ्गम् अस्ति यकारस्य अजन्तमङ्गं नास्ति च अजन्त उपधायां उपधायामपि नास्ति. क्षम्यतां यः शब्दस्य पूर्वम् ऊकारः अस्ति यदि तत् अस्ति तो इदानीमपि अतोलोपस्य प्रसक्तिः भवति. तो इदानीं लो लू अकारस्य लोपः भवति यः शब्दस्य अदन्तम् अस्ति तद् अच् वर्णस्य लोपः भवति. लोलूयिष्यते तथैव भो भूय इष्यते भो भोभूयिष्यते. लो लू इति लू धातु अस्ति भोभूयते भू धातु अस्ति इति. सामान्यतया वयं जानीमः भू लू इति वयं पूर्वं पठितवन्तः सर्वे उकारान्त धातवः अन्यतः सन्ति तत्र इडागमः नास्ति. किन्तु वयम् इदानीं यङ् धातु इति कुर्मः तति इदानीं लोलूय भोभूय नेमीय अनेकाच सन्ति अतः इडागमः भवति आर्धधातुकप्रति. भगिनि तर्हि आहत्य पश्यामः चेत् कार्यं द्वयं भवति खलु यङन्तधातूनां. प्रथमकार्यमस्ति सर्वे इडानुकूलाः इति कृत्वा इष्यते इति भवति. अनन्तरम् अनेकाचः इति कृत्वा, अनन्तरम् औत्सर्गिककार्यम् अतो लोपः इति कार्यमस्ति इति अस्ति. किन्तु यत्र यत्र उपदायां हल् वर्णः अस्ति चेत् यकार उपदायाम् इति नास्ति, तत्र यकार यकारात् पूर्वं हल् वर्णः अस्ति चेत् अतोलोपः प्रबाद्य तत्र यस्य हलः इति कार्यं करोति खलु. आम् अस्तु भगिनि, धन्यवादः भगिनि. अत्र यत्र लुङ्लुङ्गे इत्यस्मिन् यकारात् पूर्वं हल् वर्णः नास्ति, उकारः अस्ति इति कृत्वा ऊकारः अस्ति इति कृत्वा अत्र तु केवलम् अतोलोपः इति कार्यम्. अन्यत्र पापट्य इत्यस्मिन् यकारात् पूर्वं हल् वर्णः अस्ति इति कृत्वा कियत्पर्यन्तं पठितवती भगिनि? अतोलोप इति न पठितवती वा? अस्तु. अतोलोपः अदन्ताङ्गस्य ह्रस्वकारलोपो भवति आर्धातुके प्रत्यये परे. तर्हि तदेव अस्ति, आर्धातुकप्रत्यये परे किं भवति इत्युक्ते अदन्तम् अङ्गम् अस्ति चेत् तस्य ह्रस्वकारस्य लोपः भवति इति, अन्तिमह्रस्वकारस्य. तर्हि अत्र किम् अस्ति, यङ् प्रत्यात् पूर्वं तदेव अस्माभिः उदाहृतम् अस्ति, अधुना पूर्वमेव उदाहृतम् अस्ति, लोलुयोग इष्यते, अधुना इष्यते इति आर्धातुकप्रत्ययः अस्ति. अधुना अनन्तरम् औपदेशिकावस्थायां लोलूय इति किम् अस्ति, अदन्तम् अङ्गम् अस्ति इति कृत्वा औत्सर्गिककार्यं कार्यं करोति, तत्र अकारस्य लोपः जायते, लोलूयि योगः इष्यते, तर्हि लोलू इष्यते इति जायते. यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्नः आयाति सम्भावनाद्वयं. तत्र यङ् प्रत्ययस्य पूर्वं यत्र हल् वर्णः अस्ति चेत् सामान्यतया यस्य हलः इति कार्यम् अस्ति, किन्तु तत्रैव प्रश्नद्वयं तत्र जाटिल्यं वर्तते. किम् इत्युक्ते, प्रथममस्ति यस्य हलः अस्ति इति जानीमः, तर्हि यस्य हलः इत्यस्य एव तत्र अवगमने तत्र क्लेशः जायते. एका सम्भावना अस्ति बाभ्रश्य इति स्वीकुर्मः चेत् योगः इष्यते, यस्य हलः इत्यनेन पूर्णतया यः शब्दस्य लोपः जायते चेत् बाभ्रश् योगः इष्यते, बाभ्रशिष्यते इति रूपं प्राप्नुमः. अन्यत् किम् अस्ति, अन्यसम्भावना अस्ति बाभ्रश्य योगः इष्यते इत्यस्मिन् यस्य हलः इत्यनेन य शब्दस्य लोपः, इत्युक्ते यकारः अकारः उभयोः लोपः न जायते, केवलं यकारस्य लोपः जायते, वर्णस्य लोपः जायते, तदा तु अकारः तिष्ठति, बाभ्रशयोगः इष्यते इति प्राप्नुमः. पुनः अतो लोपः इति कार्यं कृत्वा तत्र भाभ्रशयोगः इष्यते, भाभ्रशिष्यते इति प्राप्नुमः. तर्हि सोपानद्वयेन प्राप्नुमः, नो चेत् एकेनैव सोपानेन यस्य हलः इत्यनेन यकारस्य अकारस्य उभयोः लोपः भवति वा इति तत्र क्लेशः जायते. यस्य हलः इत्यस्मिन् तत्र उक्तमस्ति हल्लुत्तरस्य यशब्दस्य लोपो भवति आर्धातुके प्रत्यये परे इति उक्तमस्ति. हलः यस्य अङ्गस्य लोपः आर्धातुके इति तत्र केवलं तत्र पक्षिणः दृष्टे एवम् अवगच्छामः, लिखितमस्ति, किन्तु अग्रे चर्चा दीयते तत्र सोपानद्वयं भवति वा एकेन सोपानेन भवति वा इति. किन्तु कार्यं तु समानमस्ति, अन्ततो गत्वा रूपं साम्यं भवति, तत्र नेनिज्ययोगः इष्यते, यकारस्य अकारस्य च लोपः भूत्वा यदि सोपानद्वयेन वा नो चेत् एकेनैव सोपाने वा यकारस्य अकारस्य लोपः भूत्वा ने निजिष्यते इति रूपं, तथा एव वे विधिष्यते, दन्द्रमिष्यते, चङ्क्रमिष्यते, ये लिखिष्यते, पापटिष्यते, वा वशिष्यते इति रूपाणि प्राप्नुमः वयम्. अत्र अवधातव्यं यत् नेनिद्योगः इष्यते, वेविद्योगः इष्यते, मोमुट्योगः इष्यते इत्येषु स्थलेषु उपदायां लघु एकः गुणः जायमानः अस्ति, परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तकः अजादेशः स्थानिवद्भवति पूर्वविधौ कर्तव्ये. तेन अल्लोपः स्थानिवद् भवति यस्मात् गुणकार्यं न जायते. तत्र तत्र नेनिजिष्यते इत्यस्मिन् ने नेजिष्यते इति गुणकार्यं कर्तुं प्रभवामः, किन्तु तत्तु रूपम् अनिष्टं रूपं भवति इति कृत्वा केन तत्र तत्र समाधानमस्ति. तत्र अत्र तु किम् अस्ति, अचः परस्मिन् यत्र यकारोत्तरवर्ती अकारस्य लोपः जायते तदा तु अचः परस्मिन् पूर्वविधौ इति परनिमित्तिकः जादेशः यः अस्ति, परे निच् अस्ति इति कृत्वा एव अजादेशः जायते, लोपः जायते खलु, अजादेशः जायते. तादृश अजादेशः स्थानिवद् भवति इत्युक्ते अकार लोपः तु अकारवद् भवति पूर्वविधौ कर्तये, यदा यत्र पूर्वविधि विधिकार्यं किमपि आगत्य पूर्वं कर्तुम् इच्छति, स्थानिनः पूर्वं कर्तुम् इच्छति तदा तु सः अजादेशः स्थानिवद् भवति इति कृत्वा तादृशपूर्वविधिकारस्य दृष्ट्या इत्युक्ते तत्र पुगन्तलघुपदस्य च इत्यस्य दृष्ट्या तु अकारमेव तत्र उपदावर्णः तत्र इकारः न पश्यति. किमर्थम् इत्युक्ते अकारः इतोपि अस्ति इति कृत्वा प्रायः एकारं वा हल् वर्णं वा तत्र क्षम्यतां जकारं पश्यति इति कृत्वा अत्र तु उपदावर्णः जकारः अस्ति इति कृत्वा कार्यमेव न भवति इति कृत्वा अत्र गुणकार्यं न भवति इति तु तत्र संशयः एव नास्ति, तत्तु कार्यमस्ति. तर्हि अचः परस्मिन् पूर्वविधौ इत्यस्य तत्र उक्तमस्ति परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये इति वयं पूर्वं पठितवन्तः. अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति उक्तम्. उदाहरणार्थं चुरादिगणे, पुनः महोदय चुरादिगणस्य विषये स्वीकृत्य तत्र प्रतिपादयति अत्र तत्र अजा तत्र अजादेशस्य विषये. अत्र वयं खथ इति धातुः आसीत्, खथयोगः णिच् इति स्थितौ तत्र अत उपादायाः इति तत्र किमस्ति तत्र वृद्धिः भवति स्म, किन्तु खथ इत्यस्य प्रथमं तु अतोलोपः इत्यनेन तत्र णिच्यति प्रत्ययः तु अर्धातुकप्रत्ययः अस्ति, समानकार्यमस्ति तत्रापि अर्धातुकप्रत्ययः. तथा तु खथ इत्यस्य तकारोत्तरवर्ती अकारस्य लोपः जायते अतोलोपः इत्यनेन. अधुना सः अजादेशः परनिमित्तिकः अजादेशः तु स्थानिवद् भवति अतोपदायाः इत्यस्य सूत्रस्य कृते इति कृत्वा दृष्ट्या इति कृत्वा तकारः उपादायम् अस्ति सूत्रेण सूत्रस्य दृष्ट्या तकारः उपादायम् अस्ति न तु ह्रस्वकारः ककार उत्तरवती अकारः इति कृत्वा अत्रापि कात इति न भवति केवलं कथ इति एव तिष्ठति. तर्हि अत्र लिखितमस्ति उदाहरणार्थं चुरादिगणे त्रिनवति तिः धातवः अदन्ताः सन्ति यथा खत गृह गण क्षिप, येषामन्ते ह्रस्व अकारः वर्तते. अस्य अकारस्य लोपः तु भवति परन्तु उपदेशे अजनुनासिकः इति सूत्रेण इति न, यतोहि धातुषु येषु धातुषु छस च अन्त्य अकारः अनुनासिकः नास्ति एव, अतः इमे अकाराः इत्संज्ञकवर्णाः न सन्ति. तर्हि एतेषां धातूनाम् अन्त्यः अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः गणे धातुभ्यः णिच् प्रत्ययः विधीयते यः आर्धातुकसंज्ञः, अतः अतो लोपः इत्यनेन अकारः लोपः सिद्ध्यति इति. उपदेशे अजनुनासिकः इत्यनेन नास्ति किन्तु अतो लोपः इत्यनेन इति अत्रापि उक्तं समानकार्यम्. अतो लोपः इति पूर्वं पठितम् आसीत् खलु, तदपि उक्तमस्ति. यथा कथयोगः णिच् कथ, गृहयोगः णिच् गृह् इति अतो लोपः इत्यनेन तत्र अकारस्य लोपः जातः. तर्हि कथ इदानीं कथ् इति धातुः अस्ति, गृह् इति धातुः अस्ति अस्यां दशायां, कथ् धातोः उपादायं ह्रस्व अकारः इत्यस्य वृद्धिः, अपि च गृह् धातोयो धातोः उपादायां लघु इकः गुणः भवति स्म. अतौ केन सूत्रेण इत्युक्ते अत उपादायः इत्यनेन वृद्धिः भवति, अङ्गस्य उपादायाम् अतः वृद्धिः नितिनिति प्रत्यये परे अङ्गस्य उपादायाः अतः वृद्धिः मिति निति इति पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणो भवति सार्वधातुके आर्धातुके च प्रत्यये परे इति आभ्यां सूत्राभ्यां कार्यम् अभविष्यत् परन्तु धातुः अदन्तः चेत् इमे सूत्रे प्रभाद्य अन्यत् सूत्रं कार्यं करोति अतः पुरस्मिन् पूर्वविधौ इति तदेव पूर्वं चर्चितम् इत्थं चुरादिगणे अदन्तधातुभ्यः णिच् प्रत्ययः विधीयते अतः लोपः सानिवद् नाम ह्रस्वकारः इव अनेन कारणेन अतोपदायाः इति सूत्रस्य दृष्ट्या खथि इति धातुः कथ इतिवत् दृश्यते तस्मात् उपदायां तकारः प्रतीयते न तु ह्रस्वकारः अस्यां दशायां किमपि कार्यं न सम्भवति यथा कथयोगः णिच् अतो लोपः खथयोगः णिच् अतोपदायाः इत्यनेन सिद्धस्य अतः वृद्धिः भवति किन्तु अचः परस्मिन् पूर्वविधौ अभविष्यत् किन्तु अचः परस्मिन् पूर्वविधौ इति सूत्रेण खद्धातुः अन्त्यः लोपः अतीव दृश्यते अतोपदायः इति सूत्रेण कथ दृश्यते इति कारणतः उपादायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति एवमेव गृहयोगः णिच् इत्यस्मिन् अतो लोपः इत्यस्य अनन्तरं गृहयोगः णिच् जायते अधुना पुगन्तलघुपदस्य च इति अभविष्यत् किन्तु तद् न भवति किमर्थम् इत्युक्ते परनिमित्तिकः अजादेशः स्थानिवद् भवति इति कृत्वा अकारवद् भवति इति कृत्वा अचः परस्मिन् पूर्वविधौ इति सूत्रेण इति कृत्वा पुगन्तलघुपदस्य च इत्यस्य दृष्ट्या गृह इत्येव पश्यति न तु गृह् इति कृत्वा अत्रापि कार्यं न भवति अत्र प्रकृतौ नेमि जोगहयिष्यते इति स्थले यथा यदा पुगन्तलघुपदस्य च इत्यनेन उपदास्थितस्य लघु इकः गुणः जायमानः तदा इष्यते इति निमित्तं मत्वा अल्लोपः स्थानिवद् भवति अतः उपदागुणः न सम्भवति इति समानकार्यमस्ति इति पेरलिसं तत्र स्वीकृतमस्ति निच् प्रत्ययस्य कृते यथा अस्माभिः दृष्टम् आसीत् अत्र प्रश्नः आगतः यत् यस्य हल इत्यनेन य शब्दस्य लोपानन्तरं यदा पुगन्तलघुपदस्य च इत्यनेन गुणजायमान तदा इष्यति इति निमित्तं मत्वा अल्लोपस्थानिवत् भवति इत्यस्मात् उपधागुण यत्र बाधितः तत्र अल्लोपस्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानिवत्त्वं कार्ये एव वा सम्पूर्णशब्दे वा यत्र तत्र मात्रा उच्यते यत् अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिक अजादेशस्थानिवत् भवति पूर्वविधौ कर्तव्ये अत्र एव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते यतोहि य शब्दस्य लोप अजादेश एव नास्ति अतः य शब्दस्य लोप प्रसङ्ग इति चेत् अच परस्मिन् पूर्वविधो इत्यस्य प्रसक्तिः एव नास्ति इदानीं प्रश्नः अस्ति यस्य हल यथा वयं दृष्टवन्तः नेनिज्ययोग इष्यति अस्ति तत्र यस्य हल यदि कार्यं करोति तो यस् पूर्णशब्दस्य वयं दृष्टवन्तः एका सम्भावना आसीत् य पूर्णशब्दस्य यस्य हलनेन लोपः अभवत् तो नेनिज् इति भवति नेनिज् योग इष्यति इदानीं पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः अस्ति किन्तु वयं अच पूर्वस्मिन् पूर्वविधौ इति इष्टापति आनेतव्यम् अतः अच परस्मिन् पूर्वविधौ इति सूत्रेण अजादेशपरनिमित्तकं परनिमित्तकं किमस्ति यथा नेनिज् योग इष्यते अस्ति परन् यत् अजादेश यत् लोप अभवत् अकारस्य यकार उत्तरवती यत् अकारः अस्ति यत् लोप अभवत् तत्र अजादेश अच् वर्ण आगच्छति स्थानिवत् रूपेण, अजादेश स्थानिवत् रूपेण आगच्छति. परनिमित्तकं, परनिमित्तकम् इत्युक्ते किं, यत् निमित्तं परे अस्ति इष्यति इति, तत् अस्ति परनिमित्तं. तत् पूर्वमपि अस्ति, इदानीमपि अस्ति, यस्मिन् स्थित्यां अच परस्मिन् पूर्वविधो आगच्छति. तु अजादेश परनिमित्तकम् अस्ति. कर्तव्यो पूर्वविधो कर्तव्ये, तस्य अर्थं किमिति, देशिकरीत्या यथा यदि नेनिज् अस्ति, तत् देशिकरीत्या यत् अजादेशः आगच्छति, जकार उत्तरवती अजादेशः आगच्छति. देशिकरीत्या यदि वयम् अजादेश न कुर्मः, तत् उपधायाम् ईकार अस्ति, लघु इकवर्ण अस्ति, अतः पुगन्तलघुपदस्य इत्यस्य प्रसक्ति प्राप्ति भवेत्. किन्तु इति न अभवत् कारणकी नेनिजिष्यति इति साधुरूपं नास्ति. अच परस्मिन् पूर्वविधो, यदि अजादेश पूर्वविधो कर्तव्ये, पूर्वविधो कर्तव्ये इत्युक्ते यद् पुगन्तलघुपदस्य इति सूत्रं भवति पूर्वविधो कर्तव्य. तस्य निमित्तमपि समान अस्ति यत् अजादेशस्य परनिमित्तकं, सो इष्यते एव तस्य परनिमित्तकं सार्वधातुक आर्धधातुक इति वयं जानीमः. परनिमित्त पुगन्तलघुपदस्य परनिमित्तकं, सो पूर्वविधो कर्तव्ये इति अजादेशतो. अचः परस्मिन् पूर्वविधो इत्यस्य निमित्तं द्वयं भवति, एकम् अस्ति अजादेशपरनिमित्तकं, द्वितीयनिमित्तम् अस्ति पूर्वविधौ कर्तव्ये. सो यदि पूर्वविधौ कर्तव्ये यदि वयं कुर्मः, तत्र अस्ति इदानीं प्रश्नः अस्ति किं, नेनेज्य य वयम् उक्तवन्तः, यस्य हल अनेन य शब्दस्य लोपः भवति. किन्तु इदानीं वयं वदामः अच परस्मिन् पूर्वविधौ अजादेश आगच्छति, तो य शब्दस्य तत्र तो पूर्ण य शब्दस्य तु कदापि अजादेश न भवितुं शक्नोति. तो अथ कथम् अच्छ परस्मिन् पूर्वविधो तस्य प्रसक्तिः भवति इति, तु यदि य शब्दस्य लोपः भवति तत्र अच्छ परस्मिन् पूर्वविधो इत्यस्य प्रसक्तिः न भवति. तु कथं कार्यं कर्तुं शक्नुमः इदानीं समाधानेन, मातृभिः किम् उच्यते इति दत्तमस्ति अग्रे परिच्छेदे. समाधानत्वेन मातृभिः प्रतिपाद्यते यत् यस्य हल इत्यनेन य शब्दस्य लोपः न भवति, यकारस्य एव लोपः, तदा अतो लोपः इत्यनेन अकारस्य लोपः, अदन्त अङ्गस्य ह्रस्वकारलोपः भवति आधधातुकप्रत्यये परे. प्रथमं यस्य हल यत् तदा अतो लोपः, यदि अतो लोपः इत्यस्य कार्यं प्रथमं क्रियते तर्हि यस्य हल इत्यस्य प्रसक्तिः एव न भविष्यति, यकार उत्तरवर्ती अकारस्य अभावात्. अपि च अच परस्मिन् पूर्वविधो इत्यस्मिन् स्थानीवद्भावः निषेधार्थं न तु विधानार्थं भवति, अतः अतो लोप इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानीवद्भावेन. यस्य हल इत्यनेन यकारस्य एव लोपः, इयम् आश्चर्यवत् वार्ता, यतोहि यस्य हल इत्यनेन अशिकाव्याख्यायां लिखितम् अस्ति यत् हल् उत्तरस्य य शब्दस्य आर्धधातुके लोपः भवति. सिद्धान्तकौमुद्याम् अच् हल् परस्य शब्दस्य लोपः स्यात् आर्धधातुके. तदुत्तरे माता वदति यत् द्वयोः ग्रन्थयोः य शब्दस्य इत्यस्य अर्थः एवं नास्ति यत् यकार अकारयो लोपः भवति. उभयग्रन्थे सङ्घातग्रहणम् इत्यस्य उक्तत्वात् सङ्घातग्रहणम् इत्यस्य सम्पूर्णबोधनार्थम् अग्रे पठितव्यम् अस्तु. तो इदानीं वार्ता अस्ति, एकं वयं पूर्वं परिच्छेदे दृष्टवन्तः, यदि यस्य हल अनेन य शब्दस्य लोपः भवति तदानीं अच परस्मिन् पूर्वविधौ कर्तव्ये, अनेन य शब्दस्य स्थानीवद्भावः न आगच्छति. अच परस्मिन् पूर्वविधौ अनेन केवलम् अजादेश भवति, न तु य शब्दस्य यकार अकारद्वयोः आदेश भवति इति नास्ति. अत्र अन्यद् अन्य क्षम्यताम्, अन्य सम्भावना किं भवति यदि वयं अतो लोप इति नेनिज्ययोग इष्यते इति तु इदानीं नेनिज इदानीमपि अदन्तमङ्गम् अस्ति आदधातुकप्रत्यये पर अस्ति इष्यते तो तत्र अपि अतो लोपस्य प्रसक्तिः भवति भवितुं शक्नोति अपि प्राप्ति अपि कर्तुं शक्नुमः यथा तद् निज्य यकार अन्ते भवति अतो लोपस्य निमित्तं आर्धातुकप्रत्ययः अस्ति तु इदानीं यदि निज्य इति भवेत् व्यकार अन्ते हलन्तरूपेण तदानीं यस्य हल्य यस्य प्रसक्ति न भविष्यति कारण कि यस्य हल तदा कार्यं करोति यदा यकार केवलं यकार अस्ति तु यस्य हलस्य प्रसक्तिः न भवति यकार अकारयुक्त यदि भवति तदानीमेव यस्य हलस्य कार्यं भवति तु इदानीं तत् सम्भावना अतोलोपपूर्वं करणीयं तदनन्तरं यस्य हलस्य यकारस्य लोप करणीयम् इति नास्ति इति सम्भावना न भवितुं शक्नोति इति न कर्तव्यम् यशब्दस्य यस्य हल इति सूत्रेण यत् काशिका व्याख्या अस्ति तत् अस्ति यशब्दस्य हल् उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति यथा वयं पूर्वं दृष्टवन्तः कदा यस्य हल् इत्यस्य प्रसक्तिः भवति यदि यत् अङ्गम् अस्ति तत्र यशब्दस्य पूर्वं यदि हल् वर्णः अस्ति तो निज्य यत् अस्ति तत्र हल् वर्णः अस्ति तत्र तो तद् तत्र यस्य हल् इत्यस्य प्रसक्तिः भवति अपि सिद्धान्तकौमुद्याम् अस्ति यस्य हल् यत्र अस्ति हल् उत् परस्य यशब्दस्य लोपः भवति द्वयो ग्रन्थयोः एकसमान यशब्दस्य लोपः यस्य हल् अनेन भवति हलन् हल् हल् वर्णपूर्वं यद् यशब्दस्य पूर्वम् अस्ति किन्तु माता वदति इति तेषां मतम् अस्ति य केवलं यशब्दस्य लोप तदा भवति यदि यकार उत्तरवर्ती अकार सहित यकार अकार सहित अस्ति सङ्घातग्रहणम् इत्युक्ते यकार योग अकार इति य द्वयोः युक्त भवेत् इति सङ्घातग्रहणम् अस्ति तदानीम् एव यस्य हलस्य कार्यं भवति अग्रे लिखितमस्ति लेलिख्य योग इष्यति यस्य हल इत्यनेन यकारलोप लेलिख् योग इष्यति अतो लोप इत्यनेन अल्लोप लेलिख् योग इष्यति अच परस्मिन् पूर्वविधो इत्यनेन अकारस्य स्थानिवत् भाव पुगन्तलघुपत्यस्य च इत्यनेन गुणकार्यं न भवति लेलिखिष्यति तो इदानीं समाधानम् उदाहरणरूपेण अस्ति लेलिख्य योग इष्यति इदानीं लेलिख्य यत् अस्ति यशब्दस्य पूर्वं हल्मान अस्ति खकार तो यस्य हल् तस्य प्रसक्तिः अस्ति मातुभिः यत् उच्यते यकारस्य एव लोपः भवति न तु पूर्ण यशब्दस्य तो यकार किन्तु यकार अकार सहित अस्ति इदानीं तदानीमेव यस्य हल् इत्यस्य प्रसक्तिः अस्ति तो लेलिख् लेलिख् योग अकार तु लेलिख् इति भवति यकारस्य यदि लोपः भवति तु लेलिख् योग इष्यति इदानीम् अदन्तम् अङ्गम् अस्ति अर्धधातुकप्रत्ययः परे अस्ति तु अतो लोप इत्यस्य प्रसक्तिः प्राप्तिः भवति सो लेलिख् योग इष्यति भवति इदानीम् अच परस्मिन् पूर्वविदो इत्यस्य अजादेश परनिमित्तिकं भवति पूर्वविधौ कर्तव्ये इति पूर्वविधौ कर्तव्ये अत्र पुगन्तलघुपतस्य इति पूर्वविधौ कर्तव्ये अस्ति अजादेशपरनिमित्तिकम् अस्ति परनिमित्तिकम् इष्यति इति परनिमित्तिकम् अस्ति आर्धधातुकप्रत्ययः तु अनेन अच परस्मिन् पूर्वविदौ यस्य निषेधार्थम् अस्ति निषेधकस्य पुगन्तलघुपदस्य च सूत्रस्य कार्यं निषेधं भवति अतः लेलिखिष्यति इति रूपम् इष्टरूपम् आगच्छति इति भगिनी अहं पठामि या भवती पठति? भवती पठतु भगिनी, चिन्ता नास्ति। यथा उक्तं माता वदति यत् यस्य हल इत्यनेन य शब्दस्य यकारकारयोः लोप यदि स्यात् तर्हि अच्च परस्मिन् पूर्वविधौ इत्यस्य प्रसक्ति अभविष्यत् यतोहि अच्च एव स्थानी वत्वं विधीयते तत्र च अकारस्थानी नास्ति अपि च य शब्द एव स्थानी तस्यां दशायां यथा स्थानीवत्वं न भवति। सो माता किं वदति यस्य हलनेन य शब्दस्य लोप न करणीयं कारणकि यदि य शब्दस्य लोप भवति तद् यकार य शब्दस्य स्थानीवद्भाव न आगच्छति। यदि यकारस्य एव लोप यदि कुर्मः अकार अवशिष्यते सो तत् अच परस्मिन् पूर्वविदो तस्य प्रसक्ति प्राप्ति भवितुं शक्नोति अजादेश अपि भवितुं शक्नोति। सो केवलम् अजाद् अच परस्मिन् पुरदो अनेन केवलम् अजादेश भवति निषेधार्थं किन्तु य शब्दस्य स्थानीवद्भावः न भवति इति समाधानम् अस्ति। अग्रे अस्ति लिख्य योग इष्यति इति स्थाने अतो लोप इत्यनेन एव अकारस्य लोप भवति न तु यस्य हल इत्यनेन प्रमाणार्थं यस्य हल इत्यस्य पदमञ्जरी व्याख्यायां माता प्रदर्शितवती यत् अवश्य च अतो लोप एव अत्र ऐष्टव्यम् अन्यथा पापचक इत्यादौ अत उपधाया इति वृद्धिः स्यात् स्थानीवद्भाव न भवति स्थानीवत् न भवति तस्मात् सङ्घातस्य ग्रहणं अवश्य अवयवशस्तु लोप इति तदेव युक्तं पच् योगयङ् पापच्य णोल् यस्य हल पापच् णोल् अकारस्य यकारस्य लोपेन अच परस्मिन् पूर्वविद्यो इत्यस्य अप्रसक्तिः स्थानीवत्व अभावात् अतोपधाया इत्यनेन वृद्धि पापाचक् इति अनिष्टरूपं यदि क्रमेण यस्य हल इत्यनेन यकारस्य लोप क्रियते अपि च अतो लोप इत्यनेन अकारस्य लोप भवति तदा अच परस्मिन् पूर्वविधौ इत्यस्य स्थानीवत्वात् अतोपधाया इत्यनेन वृद्धित्वं नास्ति तस्मात् पापचक इति इष्टरूपं जायते। माता तस्य प्रमाणेन पदमञ्जरी व्याख्या प्रदिष्टवती तत्र पदमञ्जर्यां यत् उदाहरणमस्ति पापच् इति पच् धातुतः पापच्य इति यङन्त धातु भवति तो तत् तस्मात् कथं पापचक इति रूपं लभ्यते तस्य उदाहरणमस्ति यदि पच् धातुत यङ् द्वित्वं कृत्या पापच्य इति आगच्छति नुवल् प्रत्यय इति अनुबन्धालोपानन्तरं वू अवश्यते युवरानको अनेन अक् आगच्छति तु पापच् योग अक् अस्ति तत्र तु इदानीं पापच् यदि यस्य हल अनेन य शब्दस्य सम्पूर्णतया लोप भवति यथा वयं दृष्टवन्तः यस्य हलनेन य शब्दस्य लोप तु पापच् योग अक् अति आगच्छति तु इदानीम् अक् नूल् इति नित् अस्ति तु अत उपधाया तस्य उपधायां यदि अत् वर्ण अस्ति नि निति प्रत्ययपरे तत्र वृद्धिः भवति तु पापाचक इति भवेत् किन्तु अनिष्टापत्ति अस्ति पापाचकरूपं किन्तु यदि यस्य हल क्रमेण कृतं यथा माता प्रदिष्टवती लेलिख्य उपरि यत् उदाहरणमस्ति तु यस्य हल यदि प्रथमं यकार एव लोप कुर्मः पापच्य यद् अस्ति तस्य यकारस्य लोपं तु पापच्य योग अक् भवति तदानीम् अतो लोप इत्यस्य अजन्त अङ्गस्य अर्धधातुकप्रत्ययपरे लोप भवति तु पापच् चकार अन्ते आगच्छति पापच् योग अक् अच परस्मिन् पूर्वविधौ अनेन किं भवति अजादेश परनिमित्तकम् इति नोवल् या अक् प्रत्ययत् अस्ति अनुबन्धालोपानन्तरं पूर्वजो कर्तव्ये इदानीं भवति अतो उपधाया कारणकी उपधायां वृद्धि बाधितं भवति सो तत्र पापचक इति रूपं जायते भगिनी इदानीं भवती पठतु अस्तु भगिनि तत्र अधुना काशिकायां लिखितमस्ति इति तत्र न पठितम् इत्युक्ते न कृतवन्तः साधु साधु या तावत्पर्यन्तं निच् अधुना निच् कुर्मः किं भगिनि निच्चं निच् अनन्तरं सनन्त इति वर्तते तत्तु न कृतवन्तः आदेपरस्य इति न कृतवन्तः वयं न तस्मात् पूर्वं भगिनि फोर्त् पायिण्ट् चतुर्थः बिन्दुः निजन्तदातूनां रुट्लकाररूपसिद्धिः इति यदा भारते आस्म तदा कृतम् आसीत् तदपि पठामः किम् अत्र मासद्वयं वयं न मिलितवन्तः खलु ओ उपरि यत् अस्ति अस्तु अस्तु पठित्वा निजन्तदातूनां लृट्लकाररूपसिद्धिः यथा जानीमः निजन्तदातवः द्विधा भवन्ति ये स्वार्थे ये प्रत्यार्थे प्रेरणार्थे च चुरादिगणे ये दातवः सन्ति ते स्वार्थे चुरादिगणं विहाय णिच् प्रत्ययः विधीयते प्रेरणार्थे उभयत्र लृट्लकारस्य प्रक्रिया समाना प्रथमं कार्यमस्ति निजन्तदातुः निजन्तदातुसिद्धिः द्वितीयं कार्यमस्ति लृट्लकारविधानम् प्रथमकारस्य परिणामे निजन्तदातुः सिद्ध्यति स च निजन्तदातुः सदा इकारान्तः भवति नमस्कार महोदय एवं महोदय हा आगतवान् किं महोदय महोदय तत्र वयं निर्जन्तदातूनां तत्र मासद्वयं निश्चिन्तनमेलनं नासीत् खलु इति कृत्वा निर्जन्तदातूनां लृट् लकारस्य रूपसिद्धिः इति परिचयम् अधुना पठन्तः स्मः महोदय तत्र प्रथमपङ्क्तिः अस्ति खलु चतुर्थबिन्दुः निर्जन्तदातूनां लृट् लकारस्य रूपसिद्धिः इति सो इफ् यु कम् फ्रम् द बाटम् इट् इस् लैक् अ लिटल् इट् जस्ट् वि वेर् इन् दि इन् क्लास् वर्गे तु महोदय यङन्तदातूनाम् इति करोति खलु तस्मात् सनन्त अस्ति तस्मात् पूर्वं सनन्त अस्ति सनन्तात् पूर्वं निजन्तदातूनाम् इति वर्तते तद् पठन्तः स्मः सो वि आर् गोयिङ्ग् बेक् अण्ड् पूर्वं तत् यङन्त इत्यस्मात् पूर्वं सनन्त सनन्त इत्यस्मात् पूर्वम् चतुर्थबिन्दुः अस्ति महोदय चतुर्थबिन्दुः ओके निजन्तानां लृट्लकारस्य तद् प्रथमपङ्क्तिः पठन्ती अस्मि पङ्क्तिं सर्वे निजन्तदातः अनेकाचः किम् इत्युक्ते प्रथमं किमस्ति सर्वे निजन्तदातवः इकारान्ताः भवन्ति मिच्छति योजनेन अनन्तरं सर्वे निजन्तदातवः अनेकाचः अनेकाचः इति कारणतः सेटः अपि भवन्ति अतः द्वितीयं कार्यं यथा सेटाम् इकारान्तदातूनां भवति तथैव अत्रापि भवति जानीमः यत् सेटः इकारान्तदातवः द्वौ एव श्री श्वी च तयोः यादृशी प्रक्रिया अस्माभिः अवलोकिता तथैव भवति निजन्तदातूनां विषये तर्हि निजन्तदातवः सर्वे अपि इकारान्ताः भवन्ति अनन्तरं तत्र ईडानुकूलाः अपि भवन्ति सेटः अपि भवन्ति किमर्थमित्युक्ते अनेकाचः इति कृत्वा तर्हि तेषां प्रक्रिया निजन्तदातूनां प्रक्रिया तु श्री श्वी इति उदाहरणत्वेन तत्र सामान्य श्रीधातुः श्रीधातुः इति यत्र यथा क्रियते तथा एव निजन्तदातूनामपि कर्तव्यम् इति तर्हि श्री इत्यस्य रूपसिद्धिः कथं भवति इति अग्रे उच्यते श्रीयोगः इष्यति सार्वधातकार्धातकयोः इत्यनेन गुणकार्यं भूत्वा तत्र श्रेयोगः इष्यति एचोयवयोः श्रयिष्यति इति प्राप्नुमः तर्हि निजन्तदातूनां कृते एवं भवति चुर्योगः णिच् चोरि इति भूत्वा चोरियोगः इष्यति अत्र तु निच् प्रत्ययस्य विधानं प्रमुखम् अङ्गकार्यत्रयं सम्भवति इति तत्र चोरियोगः इष्यति तत्र चोरै तत्र किं भवति चोरियोगः इष्यति चोरे भवति तदनन्तरम् ऐ आदेशः एचोयवयावः इत्यनेन ऐ आदेशः भूत्वा चोरयिष्यति इति भवति स्म खलु इति भवति आम् इति भवति अग्रे भवान् पठति वा महोदय निच् प्रत्ययस्य विधानानि प्रमुखम् अङ्गकार्यत्रयं सम्भवति क्रिन्दधातुः अस्ति चेत् अचोङ् इति इत्यनेन वृद्धिः ऋणात् ऋणात्कनिचः यदा नि योः निच् ऐ योः इ नायि इति अचोङ् इति निच् प्रत्ययः अस्ति नि इति अतः दशपूर्वं स्थितवत्कारः वृद्धिः कृत्वा नै इति आगच्छति अनन्तरं कारः आयि इति नायि योः इष्यति नाय इति गुणः भवति अनन्तरं यच इत्यनेन नाय इष्यति इति रूपम् अन्तिमरूपं भवति सूत्रं कानि वा महोदय पठतु महोदय अचन् इति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति प्रत्ययपरे तेन वृद्धिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्ताङ्गस्य अजन्तस्य अङ्गस्य दन्तस्य इत्यनेन अन्त्यवर्णस्य एव स्थाने वृद्धिः न्याय च ञोः ञोः इतौ तस्य तस्मिन् इति बहुमूलीः समासः अचः षष्ट्यन्तम् इति सप्तम्यन्तं द्विपदं सूत्रं द्विवृद्धिः इत्यस्मात् वृद्धिः इत्यस्मिवृत्तिः अङ्गस्य इति अधिकारः अनिवृत्तिसूत्रम् अचः अङ्गस्य वृद्धिः इति सूत्रं वदति अचन्ताङ्गस्य वृद्धिः भवति कदा भवति इति चेत् ञति इति प्रत्ययपरे उदाहरणं पठितवन्तः पूर्वं नियोः निच् इति अत्र वृद्धिः भवति महोदय पठतु महोदय पूरयतु महोदय तत्र निच् इत्यस्य अचः अस्ति चेत् अन्तिमवर्णः तस्य वृद्धिः भवति उपदावर्णस्य दृष्ट्या अधुपद भवितुमर्हति नो चेत् लघु इक् भवितुमर्हति चेत् तत्र भिन्न प्रक्रिया भिन्ना भवति खलु पठतु महोदय अग्रे पठतु महोदय धातुः अस्ति चेत् उपदाय अध उपदायाः इत्यनेन वृद्धिः भवति रघुनाथे निच् यदा पाट्योः निच् पाटि पाटियोः इष्यते अत्र अचोनिति सूत्रं वदति अन्तिमवर्णस्य अचवर्णस्य वृद्धिः भवति परन्तु अधोपदायः वदति उपधावर्णः अस्ति चेत् तस्य वृद्धिः भवति इति अत्र तु पठ्यति अन्ते तु अचवर्णः नास्ति इति कृत्वा अचोनिति इत्यस्य कार्यं न भवति इति कार्यं न भवति किन्तु उपदावर्णः अकारः अस्ति खलु इति कृत्वा तत्र तु अतोपदायः इति कार्यम् अतः पट्योः निच् पाटि इति अनन्तरं पाटियोः इष्यति गुणः भवति तन्नचोयाः पाठयति इति पाठयिष्यति इति रूपं भवति अन्तिमरूपं सूत्रमस्ति अतोपदायः बुधायाम् अधः वृद्धिः इति प्रत्ययपरे अधः षष्ट्यन्तं बुधायां षष्ट्यन्तं द्विपदं सूत्रं निर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः चोङ्ति इत्यस्मात् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः अङ्गस्य बुधायाः अधः वृद्धिः भवान् इदानीम् उक्तवती तदेव अत्र अपि कल्पनं उपधायाः अलङ्कधातूनाम् उपधायाः अचुवर्णः अस्ति चेत् अत्र वृद्धिः भवति इति कृते परे अग्रेपि पूरयतु महोदय. निजन्त वयं तु अधिकाः भागाः पठितवन्तः इति कृत्वा भवान् अत्र निजन्त इति लघु लघुपधातुः अस्ति चेत् पुनर्लघुन गुणः भवति गुणार्थे लिच् यथा लिक् योः लिच् लेखि लेखि योः इष्यति लेखयिष्यति इति रूपं पुनः मतोदयः उगताः अश्वकारः अस्ति चेत् वृद्धिः भवति परन्तु पूर्णमुपविशेषेन उगतायाः स्वर्णः अस्ति चेत् तस्य गुणः भवति पूर्णमुपविशेषस्य सार्वधातुकातात्विच प्रत्ययपरे पुनस्य अङ्गस्य लघुबुधस्य चै गुणः भवति अन्धेयस्य गुणं लघ्वि उपदायस्य ुगन्धस्य लघुपुदयोः पुगन्धलघुपुदयुगं समाहारतत्त्वः अस्य पुगन्धलघुपुदस्य पुगन्धलघुपुदस्य सस्यान्तं पदं त्यागेपदं द्विपदं सूत्रं विजयर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सर्वत्वाद इत्यस्मात् पूर्ण अनुवृत्तिः दशति सधिकारकोगुणवृत्तिः इत्यस्मात् भाषासूत्रं प्रातिकः आयाति पुनर्वस्य अङ्गस्य अवगुणः सर्वदात्कारः एकवर्णः पुरा एकवर्णः अस्ति चेत् गुणः भवति पुनर्वस्य यदा भवति चेत् सर्वदात्मकः भवति लिप्यकारः च आरुदात् धन्यस्मि महोदय. सनन्तधातूनाम् इति पठति सनन्तधातूनां लिट् लकारस्य रूपसिद्धि सर्वे सनन्तधातवः अदन्ताः सन्ति अतः अतो लोप इत्यनेन धातो अन्ते यः अकारः अस्ति तस्य लोपः भवति आदधातुकप्रत्यये परि. लित् लकारस्य प्रत्यय आदधातुकसंज्ञकः एव अतः तस्मिन् परे अदन्त अङ्गस्य हस्वकारलोपः भवति. अपि च सर्वे सनन्तधातवः अनेकाश् अनेकाश् इति कारणतः चेत् सर्वे अपि इदानीं सनन्तधातवः ते सनन्ता ये द्वादशप्रत्यया योजयामः तत् अतिदेशकधातुः आगच्छति. अदन्ताः सर्वे अदन्ताः सन्ति अतः अतो लोपत्यस्य प्रसक्तिः भवति. इदानीं वयं प्रकृतप्रकरणमस्ति लित् लकारस्य तु लित् लकारस्य प्रत्ययः वयं जानीमः इति आदधातुकः अस्ति तु अपि अनेकाश् भवति सनन्तधातु. यदि अनेकाश् अस्ति तु इदागमस्य अनुकूलता भवति तु इदागमः अपि भवति तु इष्यति इति रूपम् आगच्छति सिद्धतिङ्गप्रत्ययः इति. तु इदानीं यथा जिगमिष् योग इष्यति गम् धातुतः सन् प्रत्ययोजनेन जिगमिष् इति द्वित्वं कृत्वा जिगमिष् जिगमिष इति रूपमस्ति. योग इष्यति अतो लोपनेन अदन्ताङ्गस्य हस्वकारलोपः भवति आददातुके प्रतपरे जिगमिष् योग इष्यति जिगमिष्यति. एवमेव पिपठिष्य योग इष्यति पिपठिष्यति अतो लोपनेन कारणकी अकार अन्ते अस्ति अदन्तङ्गम् इष्यति इति अर्धधातुकप्रत्ययः अस्ति. तथैव चिकीर्षयोग इष्यति चिकीर्ष्यति मुमुक्षयोग इष्यति मुमुक्ष्यति चिखादिश चिखादिशति खाद् धातु मुमुक्ष्यति तत्र धातु भवति मुक्ष चिकीर्ष तत्र क्रिधातुः अस्ति चिकीर्षधातु पिपठिष तत्र पठ धातुः अस्ति. विवदिश्च योगयिष्यति वद् धातुतः विवदिश् तु विवदिष्यति विवक्षयोग इच्छति वच् धातुतः साधु भगिनी वच् धातुतः विवक्ष वच् धातुतः विवक्षति पिपासयोग इच्छति तत्र पिब अस्ति वा पा धातु अस्ति पिबस् धातुः अस्ति तत्र पिब आदेशः भवति लट्लकारे किन्तु साक्षात् तु पा धातुः अस्ति पिपा अन्यकार्यं भवेत् अभ्यासस्य चिन्तयामि पिपासयोगेष्यति पिपासिष्यति दित्स इति किमस्ति दित्स दा धातु अस्ति दा धातु तद् दित्स दिश्यति जिगीष इति जी धातुतः अस्ति जय जयति इति जिगीष्यति युयुत्स्व यु धातु इति युयुत्स्यति लिप्स इति धातु लिप् अस्ति लि रै लि लि केवलं लि अस्ति वा लिप् लिप्स् लिप्स्यति मन्ये खलु लिप्स्यति जिज्ञासति ज्ञा धातुतः जिज्ञास जिज्ञासिष्यति शुश्रूषु श्रुधातु अस्ति शुश्रूष्यति दृदृक्ष्यति दृश् धातुतः दिदृक्ष्यते विवन्दिष्यति वन्द् धातुतः विवन्दिष्यते विवर्धिष्य वर्ध वृद्ध धातुतः विवर्धिष्यते खलु विवन्दिशिष्यते विवन्दिशिष्यते विवन्दिशिष्यते शिष्यते इति विवर्धश्च तत्र वर्ध वृद्ध धातुः अस्ति विवर्धशिष्यते इति रूपं भवति अतो लोप इति तस्य सूत्रमस्ति अदन्ताङ्गस्य ह्रस्वकारलोपो भवति अर्धधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गस्य लोप अर्धधातुक उपदेशे अतः इति अदन्तमङ्गस्ति तस्य षष्टिविभक्ति स्थानिवत् अस्ति तत्र तपरकरणमस्ति सो अदन्ताङ्गस्य अङ्गस्य इति विशेषं भवति अतः इति विशेषणं भवति लोप इति प्रथमाद्भक्त्यां कार्यमस्ति तत् अर्धधातुके उपदेशे अर्धधातुके तपरनिमित्तकम् अस्ति उपदेशे अस्ति विषयसप्तमी अस्ति उपदेश अवस्थायाम् अर्धधातुके उपदेशे इति अत्रापि पुनः अत तत्र किम् अस्ति अचः परस्मिन् पूर्वविधौ इति कार्यं करोति खलु अत्र प्रश्नः उदेति विवदिशिष्यते इत्यस्मिन् विवदेशिष्यते इति भवति स्म तत् प्रभाव्य अत अचः परस्मिन् पूर्वविधौ इत्यनेन तत्र गुणकार्यं न भवति तर्हि समाप्तं खलु तत्र तत्र भारतं गमनात् पूर्वं कियत् पर्यन्तं भगिनी वयं कृतवन्तः अहं न स्मरामि हकारञ्च धात्वा कृतवन्तः पश्यन्तु तत्र अस्माकं मुद्रणानि आरोप्यते खलु तत्र पश्यन्तु ऋकारान्तदातवः इति पर्यन्तं भगिनि तर्हि हलन्तदातुः अस्माभिः न कृतं न कृतम् अधुना कृते अग्रिमे सप्ताहे कुर्मः अग्रिमे सप्ताहे कुर्मः अग्रिमे सप्ताहे वयं ऋदन्तु ऋकारान्त ऋकारान्तः तु बहु पूर्वमस्ति इति मन्ये तत्र हलन्तः तु सर्वे कर्तव्यः सर्वे कर्तव्यं नो इदानीं पृच्छामि कुत्र ऋकारान्तदातवः इति अस्ति तृ तरिष्यति इति वृङ् वृङ् इति अन्यत् चकारान्त बहु किं कर्तव्यं कुर्मः भवादि आरभ्य क्रियादिगणं पर्यन्तं तत्र हल ऋकार ऋकारान्तदातवः पर्यन्तं कृतमस्ति इति मन्ये हलन्तधातूनां ऋट्लकाररूपाणि इति ततः आरभ्य कर्तव्यं भगिनि. तृतीयबिन्दु तृतीय इति नास्ति सङ्ख्या भुवादिगणात् आरभ्य क्रियादिगणे अनितां च द्वितीयबिन्दुम् आरभ्य सत्यम् आरभ्य अस्तु अस्तु धन्यवादः धन्यवादः शुभरात्रि. शुभरात्रि. शुभदिनम्.